अष्टादशोऽध्यायः सर्वस्यैव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वश्च वेदार्थो वक्तव्यः इति एवमर्थः अयम् अध्यायः आरभ्यते. सर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यते. अर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषबुभुत्सुः उवाच. अर्जुन उवाच संन्यासस्य महाभाहो तत्त्वमिच्छामि भेदितुं त्यागस्य च हृषीकेश पृथक्केशिनि शोधन. संन्यासस्य संन्यासशब्दार्थस्य इत्येतं हे महाभाव तत्त्वं तस्य भावः तत्त्वं याथात्म्यम् इत्येतत् इच्छामि वेदितुं ज्ञातुं त्यागस्य च त्यागशब्दार्थस्य इत्येतत् ऋषिकेश पृथक् इतरेतरविभागतः केशिनिषोदनं केशि नाम हयच्छद्मा कश्चित् असुरः तं निषोदितवान् भगवान् वासुदेवः तेन तन्नाम्ना सम्बोध्यते अर्जुनेन. संन्यासत्यागशब्दौ तत्र तदनिर्दिष्टौ न निर्लुटितार्थौ पूर्वेषु अध्यायेषु अतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच. श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः. काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं संन्यासशब्दार्थम् अनुष्ठेयत्वेन प्राप्तस्य अननुष्ठानं कवयः प्रणीताः केचित् विदुः विजानन्ति. नित्यनैमित्तिकानाम् अनुष्ठीयमानानां सर्वकर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः. तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डितः. यदि काम्यकर्मपरित्यागः फलपरित्यागो वा अर्थः वक्तव्यः सर्वथा परित्यागमात्रं संन्यासत्यागशब्दयोः एकः अर्थस्य न घटपटशब्दौ इव जात्यन्तर्भूतार्थ. ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्ति इति आहुः. कथम् उच्यते तेषां परित्यागः यथा वन्ध्यायाः पुत्रत्यागः नैष दोषः. नित्यानामपि कर्मणां भगवता फलवत्त्वस्य इष्टत्व वक्षति हि भगवान् अनिष्टमिष्टं मिश्रञ्च इति न तु संन्यासिनामिति च. संन्यासिनामेव हि केवलं कर्मफल असम्बन्धं दर्शयन् असन्यासिनां नित्यकर्मफलप्राप्तिं भवत्यत्यागिनां प्रीत्य इति दर्शयति. त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतपः कर्म न त्याज्यमिति चापरे. त्याज्यं त्यक्तव्यं दोषवत् दोषः असि अस्ति इति दोषवत् किं तन् कर्म बन्धहेतुत्वा सर्वमेव अथवा दोषः यथा रागादिः त्यज्यते तथा त्याज्यमिति एके कर्मप्राहुः मनीषिणः पण्डितः साङ्ख्यादिदृष्टिमाश्रितः अधिकृतानां कर्मिणापि इति तत्रैव यज्ञानतपकर्म न त्याज्यमिति चापरे. कर्मिणः एव अधिकृताः तानपेक्षा एते विकल्पः न तु ज्ञाननिष्ठान् युद्धायिनः संन्यासिनः अपेक्षते. ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता इति कर्माधिकारात् अपोद्धृताः ये न तान् प्रति चिन्तः. ननु कर्मयोगेन योगिनामिति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि यः सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते तथा साङ्ख्यापि ज्ञाननिष्ठाः विचार्यन्तामिति न तेषां मोहदुःखनिमित्तत्याग अनुत्पत्तिः. न कायक्लेशनिमित्तं दुःखं साङ्ख्याः आत्मनि पश्यन्ति इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात्. अतः ते न कायक्लेशदुःखभयात् कर्म परित्यजन्ति नापि ते कर्माणि आत्मनि पश्यन्ति यन्नियतं कर्म मोहात् परित्यजेयुः गुणानां कर्म नैव किञ्चित् करोमि इति हि ते संन्यस्यन्ति सर्वकर्माणि मनसा संन्यस्य इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तः तस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः येषां च मोहनिमित्तः त्यागः सम्भवति कायक्लेशभयाच्च ते एव तामसात्यागिनः राजसाश्च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानं कर्मप्रत्यागस्तुत्यर्थम् सर्वारम्भपरित्यागी मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिः इति गुणातीतलक्षणे च परमासन्यासिनः विषयितत्व वक्षति च निष्ठाज्ञानस्य परा इति तस्मात् ज्ञाननिष्ठाः सन्न्यासिनः न इह विवक्षितः कर्मप्रत्यागः एव सात्विकत्वेन गुणेन तामसस्त्वादि अपेक्षया सन्न्यासः उच्यते न मुख्यः सर्वकर्मसन्न्यासः सर्वकर्मसन्न्यास असम्भवे च न हि देहवृता इति हेतुवचनान् मुख्ये एव इति चेन्न हेतुवचनस्य स्तुत्यर्थत्व यथा त्यागाच्छान्तिरनन्तरम् इति कर्मफलत्यागस्तुतिरेव यथोक्त अनेकपक्ष अनुष्ठान अशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधान तथा इदमपि न हि देहवृताशक्तिमिति कर्मफलत्यागस्तुत्यर्थम् न सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन् कार्यं नास्ति इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं शक्यते तस्मात् कर्मणि अधिकृतान् प्रत्येव एषः सन्न्यासत्यागविकल्पः ये तु परमार्थदर्शिनः साङ्ख्याः तेषां ज्ञाननिष्ठायामेव सर्वकर्मसन्न्यासलक्षणायाम् अधिकारः न अन्यत्र इति न ते विकल्पारः तच्च उत्पादितम् अस्माभिः वेदाविनाशिनम् इति अस्मिन् प्रदेशे तृतीयादौ च तत्र एतेषु विकल्पभेदेषु निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागो हि पुरुषौ व्याघ्र त्रिविधः सम्प्रकीर्तितः निश्चयं शृणु अवधार्य मे मम वचन तत्र त्यागे त्यागसन्न्यासविकल्पे यथा दर्शिते भरतसत्तमे भरतानां साधुतम् त्यागो हि त्यागसन्न्यासशब्दवाच्यो हि यः अर्थः सः एक एवेति अभिप्रीत्याः त्यागो हि इति पुरुषव्याघ्र त्रिविधः त्रिप्रकारः तामसादिप्रकारैः सम्प्रकीर्तितः शास्त्रेषु सम्यक् कथितः यस्मात् तामसादिभेदेन त्यागसन्न्यासशब्दवाच्यः अर्थः अधिकृतस्य कर्मिणः अनात्मन्यस्य त्रिविधः सम्भवति न परमार्थदर्शिनः इति अयमर्थः दुर्ज्ञानः तस्मात् अत्र तत्त्वं न अन्यः वक्तुं समर्थः तस्मात् निश्चयं परमार्थशास्त्रार्थविषयम् अध्यवसायम् ऐश्वरं मे मत्तः शृणु कः पुनः असौ निश्चयः इति आह यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् यज्ञो दानं तपश्चैव पावनानि मनीषिणां यज्ञः दानं तपः इत्येत त्रिविधं कर्म न त्याज्यं न त्यक्तव्यं कार्यं करणीयम् एव तत् कस्मात् यज्ञः दानं तपश्चैव पावनानि विशुद्धिकराणि मनीषिणा फल अनभिसन्धीनाम् इत्येतत् एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थं निश्चितं मतमुत्तमम् एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनानि उक्तानि सङ्गम् आसक्तिं तेषु त्यक्त्वा फलानि च तेषां परित्यज्य कर्तव्यानि इति अनुष्ठेयानि इति मे मम निश्चितं मतम् उत्तमम् निश्चयं शृणु मे तत्र इति प्रतिज्ञायं पावनत्वं च हेतुमुक्त्वा एतान्यपि कर्माणि कर्तव्यानि इत्येतं निश्चितं मतमुत्वम् इति प्रतिज्ञान्तार्थ उपसंहार एव न अपूर्वार्थं वचनम् एतान्यपि इति प्रकृतसन्निकृष्टार्थत्वोपपत्ते सासङ्गस्य पदार्थिनः बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानीति अभिशब्दस्य अर्थः न तु अन्यानि कर्माणि अपेक्षा एतान्यपि इति उच्यते अन्ये तु वर्णयन्ति नित्यानां कर्मणां फल अभावः सङ्गं त्यक्त्वा फलानि च इति न उपपद्यते अतः एतान्यपि इति यानि काम्यानि कर्माणि नित्येभ्यः अन्यानि एतानि अपि कर्तव्यानि किमुत यज्ञदानतपांसि नित्यानि इति तत् असत् नित्यानामपि कर्मणामिह फलवत्त्वस्य उत्पादितत्वं यज्ञोदानं तपश्चैव पावनानि इत्यादिना वचने नित्यान्यपि कर्माणि बन्धहेतुत्वशङ्कया जिहासोः मुमुक्षोः कुतः काम्येषु प्रसङ्गः दूरेण हि वरं कर्म इति च निन्दितत्वं यज्ञार्थात् कर्मणोऽन्यत्र इति च काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वं त्रैगुण्यविषया वेदाः त्रैविद्या मां सोमपाः क्षीणे पुण्यमर्त्यलोकं विशन्ति इति च दूरव्यवहितत्वाच्च न काम्येषु एतान्यपि इति व्यपदेशः तस्मात् अज्ञस्य अधिकृतस्य मुमुक्षोः नियतस्य तु संन्यासः कर्मणो नोपपद्यते मोहात्तस्य परित्यागः तामसः परिकीर्तितः नियतस्य तु नित्यस्य संन्यासः परित्यागः कर्मणः न उपपद्यते अज्ञस्य पावनत्वस्य इष्टत्व मोह अज्ञान तस्य नियतस्य परित्यागः नियतं च अवश्यं कर्तव्यं त्यज्यते च इति विप्रतिषिद्धम् अतः मोहनिमित्तः परित्यागः तामसः परिकीर्तितः मोहश्च तमः इति